सर्वेषां नमस्कारः. अद्यतनकरपत्रं प्रेरणार्थे निच् विशेषः हलन्तदातवः इति करपत्रम् अस्ति. करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे अन्तिमभागः यः अस्ति तत्र वयं स्मः. ह्रस्वत्वम् इति अदन्तदातवः इति परिच्छेदः. तत्र गतसप्ताहद्वयात् अस्माभिः दृष्टं स्थानिवद्भावः इत्यस्मिन् विषये चर्चा जाता. तद् समाप्य अनन्तरं यत्र सामान्यतः तु यत्र हल् वर्णः यत्र अल् आश्रितं कार्यं भवति तत्र तु स्थानिवद्भावम् अस्माभिः न आरोप्यते. केन सूत्रेण स्थानिवद्भाव किम् अस्ति? क्षम्यताम्, स्थानिवद् आदेशो अनल्विदौ इति सूत्रेण. अनल्विदौ इत्युक्तम् अस्ति इति कृत्वा अल्लाश्रितं कार्यः यत्र वर्तते, कार्यं यत्र वर्तते, तत्र तु स्थानिवद्भावं न आरोप्यते अस्माभिः. किन्तु तस्य विपरीतत्वेन एतत् सूत्रमस्ति, अचः परस्मिन् पूर्वविदौ इति सूत्रेण एकत्रैव अस्माभिः आरोप्यते. कुत्र इत्युक्ते यत्र तत्र तु अच् इति वर्णस्य स्थाने अन्यवर्णः आयाति, आदेशः भवति. तर्हि तादृश आदेशः स्थानिवद् भवति. यद्यपि अच् नास्ति तथापि अच् वत् इति स्वीकुर्मः. नाम यस्य वर्णस्य स्थाने आदेशः भवति तदेव वर्णस्य वर्ण इति सामान्येन वयं अल् इति स्वीकुर्मः. अल् इत्यस्य स्थानिवद्भावं स्वीकुर्मः. उदाहरणार्थम् अकारस्य स्थाने आयाति चेत् अकारस्य स्वभावम् एव स्वीकुर्मः. इत्युक्ते अकारः अस्ति इति स्वीकुर्मः. तर्हि स्थानिवद्भवति कदा भवति? यदि परनिमित्तिक अजादेशः इत्युक्ते तादृश आदेश अचः स्थाने आदेशः अस्ति तत्तु केन कारणेन इत्युक्ते परनिमित्तत्वेन भवति चेत्, परनिमित्तिक अजादेशः अस्ति चेत् तदा अग्रे सूत्रमागत्य कार्यं कर्तुमिच्छति. अधुना कीदृशसूत्रं पूर्वविधौ कर्तव्ये इत्युक्ते यत्र आदेशः अभवत्, कार्यम् अभवत्, तस्मात् पूर्वं यः कोऽपि विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति चेत् तादृशविधिकार्यस्य दृष्ट्या, विधिसूत्रस्य दृष्ट्या अचः स्थाने यः आदेशः सन्मुत्पन्नः सञ्जातः सः आदेशः अच् वर्णवत् एव भवति, तानिवत् भवति इति स्वीकुर्मः. तर्हि अत्र उदाहरणार्थं कथ इति अजन्तदातु एकप्रश्न. परनिमित्तं कः वर्णः भवति? अचुवर्णः भवति स्थानिनः अस्ति. प्रथमं सूत्रं यत् कार्यं करोति, यत्र आदेशः भवति, अचः स्थाने आदेशः भवति खलु, तादृश आदेशस्य यत् येन सूत्रेण आयाति तादृश आदेशः तस्मिन् सूत्रे निमित्तं परं भवेत् इति. यदि पूर्वनिमित्तकं वा तादृशोपदायां तस्मिन् सूत्रे परनिमित्तम् इत्युक्ते तत्तु आदेशस्य स्वभावं, तत्र तु आदेशः किमपि अतः आदेशः न भवति खलु. अतो लोपः इत्यस्मिन् एव अतः स्थाने अत् इति अकारस्य स्थाने लोपादेशः भवति. आर्धदातुके उपदेशे इति अपि अस्ति, आर्धदातुके प्रत्यये परे इति वयं जानीमः खलु. तर्हि आर्धदातुके इति सप्तमी निमित्तं, तर्हि अकारस्य स्थाने अज् वर्णस्य स्थाने यः आदेशः भवति केन सूत्रेण भवति, तस्मिन् सूत्रे तादृश आदेशः आदेशस्य निमित्तं परनिमित्तं भवतु इति भवेत् इति. तर्हि अत्र अत्र तु अकारस्य स्थाने लोपादेशः भवति अतो लोपः इति अनेन सूत्रेण. अतो लोपः इति सूत्रस्य निमित्तम् आर्धदातुके इति अस्ति. आर्धदातुके इति सप्तमी निर्देशः इत्युक्ते परकार्यं परनिमित्तम् अस्ति खलु. इति कृत्वा तस्य तर्हि तादृश अजादेश लोपादेशः अकारवत् भवति यदि अन्यत् द्वितीयसूत्रस्य दृष्ट्या. द्वितीयसूत्रं किम् आगत्य अधुना कार्यं कर्तुमिच्छति? अत उपदायाः आगत्य कार्यं कर्तुमिच्छति, नो चेत् पुगन्तलघुपदस्य चापि कार्यं कर्तुमिच्छति. तर्हि तयोः दृष्ट्या तत्र तु कार्यं कुत्र भवति? अत उपधायाः इत्यस्य तु उपधा यत्र ह्रस्वकारः अस्ति तस्य दीर्घत्वम् इति कार्यमस्ति खलु, स्थानिनः पूर्वम् आगच्छति, यत् अचकारस्य लोपादेशः यत् अभवत् तस्मात् पूर्वम् आगच्छति, तथा एव पुगन्तलघुपदस्य च इति सूत्रस्य अपि तथा एव विधिः, पूर्वविधिः अस्ति. इत्युक्ते अजादेशः लोपादेशः यत्र अभवत् तस्मात् पूर्वं कार्यं कर्तुम् इच्छति. अकारः इतोपि अस्ति, लोपः इति न पश्यति, अकारः एवं पश्यति. एवं किं भवति स्थानिवत् परस्मिन् पूर्वविधौ इति अनुवृत्ति सूत्रमस्ति साधु. स्थानिवत् यत् आदेश आगच्छति यथा लोप भवति तत् अत्र कार्यमस्ति, तत् स्थानिवत् यथा पूर्वम् अकार अस्ति तस्य लोपम् अभवत् तत् तद्वत् भवति स्थानिवत् इत्युक्ते. परस्मिन् इति सूत्रम् आगत्य कार्यं कर्तुम् उत्सुकमस्ति. पूर्वविधौ इति विषयसप्तमी अस्ति. पूर्वविधौ यत् कार्यं पूर्वम् अभवत् साधु न भवि पूर्वम् अभवत् इति नास्ति. न प्रथमसोपानम् अस्ति, लोपादेशः अस्ति, अजः स्थाने लोपादेशः, अकारस्य स्थाने अतः स्थाने लोपादेशः प्रथमसोपानम् अस्ति. प्रथमसोपानं कीदृशकार्यमस्ति अतो लोपः इति कार्यं? परनिमित्तिकं कार्यमस्ति खलु, आर्धधातुके परे इति अस्ति निमित्तम्. अस्माकं निमित्तम् अत्र किम् अस्ति अतो लोपः इति? उपदेश अवस्थायाम् इति तत्र विषयसप्तमी अस्ति. किन्तु आर्ध निमित्तम् इत्युक्ते किम्? अत्र निमित्तसप्तमी किम् अस्ति? निमित्तं सप्तमी मीन्स् कार्यं तस्य पूर्वं भवति तस्य परे अस्ति. उपदेशे इति विषयसप्तमी, आरुधातुके इति निमित्तसप्तमी. निमित्तमस्ति तर्हि निमित्तमस्ति तत्तु सप्तम्या निर्दिष्टः अस्ति खलु. इत्युक्ते आरुधातुके साक्षात् तादृश अतः अङ्गस्य साक्षात् परे आगच्छति चेत्, वयं तु जानीमः खलु यत्र सप्तमी विभक्तिनिर्देशः अस्ति चेत् साक्षात् कार्यं तु साक्षात् पूर्वं भवति इति, कार्यं पूर्वं भवति, निमित्तं परमस्ति, साक्षात् परमस्ति इति अर्थः. तर्हि तादृशपरनिमित्तिकः अजादेशः अस्ति अतोलोपः इति, परनिमित्तिक अजादेशः अस्ति. अधुना द्वितीयसोपाने तत्तु अभवत्, प्रथमं तु लोपादेशः अभवत्, अधुना किं भवति? अधुना उपधायां ह्रस्वकारः अस्ति, नो चेत् उपधायां लघु इकवर्णः अस्ति इति कृत्वा पुगन्तलघुबस्य च नो चेत् अत उपधाय आगत्य कार्यं कर्तुम् इच्छति. किन्तु तस्य तत्तु पूर्वविधिः अस्ति खलु, पूर्वविधिकार्यमस्ति, विधिकार्यमस्ति खलु, अधिकार्यं विधिकार्यम् अस्ति पुगन्तलघुबस्य च इति विधिकार्यम् अस्ति. किन्तु कीदृशविधिकार्यमस्ति? पूर्वविधिः इत्युक्ते कार्यं यत् अभवत् तस्मात् पूर्वम् आगत्य अन्यत् विधिकार्यं कर्तुम् इच्छति. लोपः इति यत् अभवत् तस्मात् पूर्वं तस्य कार्यं भवति खलु, तस्मात् पूर्वं तस्य अनन्तरं उपधायाः इति अस्ति खलु, अतः उपधाय तस्य कार्यं लोपकार्यस्य अनन्तरं भवति न पूर्वम् इत्युक्ते दिस् इस् नाट् दट् इन् द टैम् नाट् इन् द समयस्य दृष्ट्या अनन्तरमेव भवति, द्वितीयसोपानमस्ति इति उक्तवती खलु. किन्तु स्थानि इति पश्यामः चेत् स्थानिनः दृष्ट्या पूर्वम् अस्ति खलु, यत् लोपादेशः अभवत् स्थानिनः दृष्ट्या पूर्वं भवति खलु. अस्तु समयस्य तु द्वितीयसूत्रम् इति एव अस्ति, द्वितीयसूत्रम् आगत्य कार्यं कर्तुम् इच्छति, किन्तु स्थानिनः दृष्ट्या पश्यामः चेत् पूर्वं कार्यं भवति खलु, स्थानी आसीत् तस्मात् पूर्वं कार्यं कर्तुम् इच्छति अधुना द्वितीयसूत्रम् आगत्य. अस्तु, द्वितीयसोपाने द्वितीयस्थानन्तरं द्वितीयसोपाने पूर्वविधौ तत् अस्ति, पूर्वविधौ लोपकार्यं लोपकार्यस्य पूर्वं लोपं यत्र स्थानी आसीत् लोपकार्यस्य प्रथमसोपानस्य स्थानी आसीत् तस्मात् पूर्वम् आगत्य कार्यं गच्छति इति तादृशसन्दर्भौ अत उपादायः इत्यस्य दृष्ट्या इतोपि लोपः न पश्यति तत्तु अकारमेव पश्यति तथा एव पुगन्तलघुभसिद्धस्य इत्यस्य दृष्ट्या इतोपि पुनः तत्र तु अकारमेव पश्यति लोपं न पश्यति इति कृत्वा अथ उपदाय इत्यस्य अधुना दृष्ट्या उपदावर्णः कः कथ इत्यस्मिन् तकारः अस्ति खलु तकारः भवति तथा एव पुगन्त यदि वयम् अन्यद् दातुम् अधुना क्षिप्रदातुं स्वीकुर्मः चेत् पुगन्तलघुपदस्य इत्यस्य दृष्ट्या उपदावर्णः कः इति कृत्वा तस्य कार्यं न भवति प्रसक्तिः एव न भवति तत्र अवगतं खलु अस्तु अधुना वयं किं कुर्वः अत्र पुनः अत्र अथोपदायः इत्यनेन यः विधिः आदेशः अयं विधिः अल् विधिः अस्ति किम् इति तत्र महोदयेन तत् वयं दृष्टवन्तः किञ्चित् सप्ताहे तत् वयं दृष्टवन्तः अस्तु खत अत्र खतधातोः प्रसङ्गे सानेव तद्भावः अपेक्षितः इति तु सत्यं तत् कृतं किं पठितं किं भगिनि नमस्ते महोदय नमस्ते अत्र एकः प्रश्नः अस्ति अतः आदोपदायः पूर्णलोपस्य द्वयोः अपि कार्यं न कर्तव्यं न करोति अत्र आम् द्वयोः अपि कार्यं न भवति किमर्थम् इत्युक्ते द्वयोः स्वभावं कीदृशमस्ति पूर्वविधिकार्यो अस्ति खलु कुत्र द्वयमपि पूर्वविधिकार्ये तर्हि पूर्वविधिकार्यस्य दृष्ट्या किमर्थं पूर्वविधिकार्ये इति वदामः यत्र पूर्वं स्थानी आसीत् तस्मात् पूर्वं कार्यं कर्तुम् इच्छतः इति कृत्वा द्वयोः अपि दृष्ट्या अकारः एव अस्ति कार्यं अकारः अस्ति लोपं न पश्यति लोपं न अभवत् अकारः इतोपि अस्ति तर्हि उपदावर्णः कः अकारः इतोपि अस्ति चेत् उपदावर्णः कः भवति कथ इत्यस्मिन् तकारः भवति खलु उपदा इत्युक्ते किम् अन्तिमवर्णस्य प्राक् यः वर्णः अस्ति सः उपदावर्णः अधुना तु यदि लोपः अकारः अस्ति अकारस्य लोपः न सञ्जातः चेत् तस्य दृष्ट्या तु न सञ्जातः तर्हि अकारं पश्यति लोप यद्यपि लोप अभवत् तथापि अकारमिव पश्यति तर्हि अकारः अस्ति इति दृष्ट्या पश्यति चेत् तस्मात् पूर्वं कः वर्णः अस्ति तकारः अस्ति पृच्छामि पुगन्तलपुगस्य कार्यं न करोति इकवर्णः नास्ति अधुना क्षिप् इति स्वीकुर्मः क्षिप इति स्वीकुर्मः तत्र तु पुगन्तलघुपदस्य कार्यमस्ति खलु क्षिप इत्यस्मिन् तत्र तु एकारः भवति स्म लोपस्य अनन्तरं किन्तु पूर्वविधिः परनिमित्तिकः अजादेशः अभवत् तत्र पूर्वविधिकार्यम् आगत्य कार्यं कर्तुम् इच्छति अधुना तदा किं भवति लोपं न पश्यति अकारमेव पश्यति इति कृत्वा उपदावर्णः कः अस्ति क्षिप इत्यस्मिन् यदि अकारमेव पश्यति चेत् पकारम् एव पश्यति खलु पुगन्तलघुपदस्य च नो चेत् क्षेपयति इति भवति स्म तद् न भवति अस्तु तर्हि अत्र पश्यामः कथधातोः प्रसङ्गे बालरमो मनोरमा इति अस्ति खलु तत्र क्षम्यताम् अत्र कथधातोः प्रसङ्गे ततः आरभ्य पठामः अत्र कथधातोः प्रसङ्गे आरभ्य अरुणा भगिनी पठति किं भगिनि कृपया आं भगिनि किं पठनीयं भगिनि कृपया पठतु भगिनि किम् अत्र कथधातोः प्रसङ्गे इति अत्र अत्र पश्यामि स्थानिवद् भावनल् विदौ इति सामान्यस्य सूत्रं किं सूचयति इति तदनन्तरम् अत्र कथयद्धातोः प्रसङ्गे सतनि स्थानिवद् भावः अपेक्षितः इति तु सत्यं स्थानवित् स्थानिवत् आदेशो अनन्विदौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत् अनेन सूत्रेण तत्र एव स्थानिवद्भावः भवति यत्र शास्त्रीयं कार्यं स्यात् नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात् निषेधरूपं यत् कार्यं तत् अभावरूपकार्यं तच्च अशास्त्रीयं कार्यम् इति उच्यते अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव शास्त्रस्य अपवृत्तिः इति अशास्त्रीयं न तु शास्त्रीयविरुद्धत्वम् प्रयत्नं करोमि अत्र कथधातुप्रसङ्गे स्थानिवद्भाव अपेक्षितः इति असत्यमेव स्थानिवत् आदेशो अनन्विदौ इति सामान्यसूत्रं किमर्थं तत्सूत्रं वदति सूत्रं गच्छति वदति स्थानिवद्भावः अस्ति कथ विषये ततः शास्त्रीयकार्यं शास्त्रीयमिति सूत्रमिति अर्थं सूर्यं कार्यं स्यात् तदर्थम् अभावरूपकार्यं न स्यात् अत्र कथा पूर्वम् अतो लोपः इति सूत्रेण अतः अचुवर्ण अत्वर्णस्य लोपः भवति सूत्रं वदति अत्र लोपः अपि तानिवत् अकार एव तिष्ठति इति तत् सूत्रं वदति ततः अनन्तरसूत्रं कार्यं कर्तुं न शक्नोति आं भगिनि वदतु भगिनि पुनः वदतु भगिनि स्थानिवद्भावम् अनल्विदौ इति सूत्रं सामान्यसूत्रं यत् अस्ति तत्रैव किमर्थम् अनल्विदौ इति न वदन्ति चेत् अल्विदि अपि स्वीकर्तुं शक्यते खलु इति किन्तु तथा कुर्मः चेत् किं भवति इत्युक्ते तत्र किम् इत्युक्ते तत्र तु स्थानिवद् आदेशौ अनल्विदौ इति सूत्रम् अशास्त्रीयकार्यम् इति वदामः तत्र निषेधकं यत्र अनल्विदौ इति निषेधयति खलु अनेन किम् इत्युक्ते तस्य नामकरणमस्ति तस्य तु अशास्त्रीयम् इति वदामः इति यत्र निषेधरूपं यत् अस्ति निषेधयति खलु अल्विधिः अस्ति चेत् मा भवतु इति निषेधयति खलु अनल्विदौ इति कृत्वा तस्य अभावरूपं तत्र प्रदर्शयति खलु अनल्विदौ इत्यनेन तर्हि तस्य अशास्त्रीयम् इति वदामः इति महोदयेन तत्र उक्तमस्ति शास्त्रविरुद्धम् इति नास्ति अप्रवृत्ति न भवतु अनल्विदौ अल्विधिकार्यमस्ति चेत् न भवतु इति वदति तदेव शास्त्रीयम् इति नामकरणम् इति वदामः इति आं भगिनि अग्रिमपङ्क्तिमपि कृपया पठतु भगिनि प्रकृतौ कथा योगः निच् इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अपवृत्तिः सिद्ध्यति वृद्धिः न भविष्यति वृद्धिविधायकशास्त्रस्य अपवृत्तिः भविष्यति अतः इदम् अशास्त्रीयकार्यम् अशास्त्रीयकार्यकरणसमये स्थानिवत् आदेशो अनल्विदौ इत्यनेन स्वानिवद्भावः न भवति इति नियमः कर्तायोगनिचित्स्थितौ तदर्थं नूतनसूत्रं पाणिनिः आनीतवान् निषेधयति खलु पूर्णतया निषेधयति ततः अशास्त्रीयं भवति अशास्त्रीयं किमर्थमित्युक्ते अत्र अनल् विधौ इति उक्तमस्ति खलु, अनल् विधौ. अग्रे पश्यामः, इति मम अवगमनमस्ति तावत्पर्यन्तम्. अग्रे अपि पश्यामः यदि आवश्यकं चेत् महोदय पुनः पृच्छामि. अस्तु, अन्य कः अस्ति? सरला भगिनी पठति किम्? सुमन् भगिनी अस्ति किम्? अहं तु 90 मिनिट्स् इति पश्यामि सुमन् भगिन्याः, किन्तु सा तु न प्रायः डिस्कनेक्ट् करोति. प्रथमव्याकरणवर्गे आगच्छति सा. ओ एवं किं, 90 मिनिट्स् इति पश्यामि तस्याः. अस्तु भगिनी पठतु. तस्य सर्वस्य श्रवणान्तरम् अपि यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवत् भावः न भवेत्, तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवत् भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थ बालमनोरमायाम् अग्रे उच्यते. अन्यथा नायक इत्यत्र ईकारस्य स्थानिकस्य ऐकारस्य आया देशा न पते, ईकारस्थानिनि सति आयभावस्य दृष्टत्वेन तस्या ऐकारे अतिदेशप्रसङ्गात्. खतधातोः प्रसङ्गे अस्ति खलु, तत्रैव पठति खलु, दालरमो दत्तमस्ति इति. अस्तु, अहं चिन्तय सा पठितवती सा कथधातो प्रसङ्गे बालमनोरमायां दत्तम् अस्ति यत् अन्ते अकारो नेत् संज्ञको नापि उच्चारणार्थ इति भावः. तत्र कथधातोः रुचि अतलोपे कथि इत्यस्मात् अपि शपि गुणो यादेशे कथयति इति रूपं वक्ष्यति. तत्र ऋचम् आश्रित्य उपधा वृद्धिम् आशङ्क्याः अलोपस्य स्थानिवत् वादति यत् अचः परस्मिन् इति तेन इति भाव अत्र इदं बोध अत्र अत्र इदं वधेयं स्थानिवदति अवधेयम् स्थानिनि सति शास्त्रीयं यत् कार्यं तदेव स्थानिवत् आदेशो अनल्विधि अवित्य आचिष्यति यत्तु स्थानिनि सति निमित्तव्याघातान् भवति तस्याद् भावस्य अशास्त्रीय यत् आतिदेशः कथं तस्या अभावस्य आशास्त्रीयत्वात् अन्न अतिदेशः यतौ यतु इत्यनेन यत् कार्यं तु इति बोध्यं व्याघात् इत्यनेन विनाशः निमित्तस्य व्याघातात् विधेन जायते चेत् तद् विहितकार्यस्य अभावात् शास्त्रप्रवृत्ति अभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवत् आदेशो अनल्विधौ इत्यनेन अतिदेशस्थानिवत् भावः न भवति इति बालमनोरमायां ग्रन्थे कठिनशैली उक्त्वा वदन्तमस्ति महोदय उक्त्वा. अन्ते अकारो कथधातु तस्य अन्तः अकारः अस्ति तत् सम्यक् नास्ति लभ्यते उपदेशे सम्यक् भवति तत् असंज्ञको नास्ति अपि अकार उच्चारणार्थम् इति तस्य उपयोगं न कृतमस्ति. तत्र कथधातोः रुचि अतो लोपे कथि इत्यस्मात् अपि शपि गुण अयादेशे कथयति इति रूपं वक्ष्यति. किन्तु यदि कथधातोः तदनन्तरं रुचि प्रेणाचे रुचि आगच्छति तत्र अतो लोपे अन्येन कथधातो अकारस्य रूपं भवति तदनन्तरं तत् रुचि कथि भवति कथि भूत्वा अपि शपि शप् परे आगच्छति सो कथे इति गुणः भवति शप् कारणे कथे कथे भवति तदा तदापि कथयति इति रूपं कथम् आगच्छति तत्र सामान्यतया कथयति इति भवेत् किन्तु वयं रूपम् आप्नुमः कथयति इति रूपम् इति वक्ष्यति तस्य समाधानं दत्तमस्ति वृक्षम् आश्रित्य उपधारवृद्धिम् आश्रित्याः लोकस्य स्थानिवद्भावत् स्थानिवद्भावात् इति भवती रिच् आश्रित्य रिच् परं निमित्तं भवति तदा उपधा यदि उपधायां कार्यं करोति उपधां वृद्धिं शङ्का अस्ति अत्र आशङ्का साधु भगिनी तत्र सत् अलोपस्य अकारस्य लोप भूत्वा अपि तत् स्थानिवद्भाव इति कथम् आगच्छति तत्र तस्य अचः परस्मिन् परस्मिन् नित्यन् नित्यत् इति भावः अन्यसूत्रं दत् स्थानिवत् अनर्गो किन्तु अचः परस्मिन् नित्यम् अचः परस्मिन् नित्यम् इति यदि सूत्रम् आगच्छति अनेन सूत्रेण अचः परस्मिन् नित्यम् अनेन इति अचः परस्मिन् इति सूत्रेण आगच्छति तत्र अत्र इदम् अवधेयं स्थानिनि सति शास्त्रीय यत् कार्यं तत् एव स्थानिवत् आदेशो अनर्विधो इत्यत्र अपि दृश्यते यत् स्थाने सति निमित्तं व्याघातात् न भवति तस्य अभावस्य अशास्त्रीयत्वात् अन् आदेश अति आदेश अस्तु इदानीं भवती यत् अवधेयम् इति सावधानम् इति निर्देशति स्थाने यदि सति शास्त्रीय यत् कार्यं भवति यदि पूर्वं कार्यम् अभवत् तस्य अनन्तरं यत् कार्यं विधि कार्यम् आगच्छति तत् भवति शास्त्रीयकार्यं यदि स्थानिवत् आदेश आगच्छति तत् स्थानिवत् भवति अनर्विधि अपि अस्ति इति शास्त्रीयरीत्या आदेश भूत्वा तस्य कार्यस्य विधिः न भवति यथा कर्तधातुः अस्ति यदि अतो लोप अनेन अकारस्य लोप भवति तदनन्तरम् अर्थोपधाया यदि आगच्छति तत्र लोपे यदि वयम् अकार इति स्थानिवत् सामान्यसूत्रं स्थानिवत् आदेशो अनर्विधो आगत्य तत्र तस्य कार्यस्य नाशः भवति अर्थोपधाय कथं नाशः भवति कारणकि इदानीं यदि लोपे अकारत्वम् इति अध्यारोप्यते तद् उपधायां ठकारः भवति न तु एक आदेशः अस्ति तत्र सो तस्य अर्थोपधाया इति सूत्रस्य कार्यं नश्यं भवति व्याघ्रात् इत्युक्ते न स्यात् इति विधिः न भवति तत् भवति अशास्त्रीयकार्यं निमित्तव्याघ्रातात् विधिः न जायते यदि आदेशे निमित्तम् आगत्य विधिकार्यस्य नाशं भवति तद् विधिकार्यस्य अभावात् यदि विधिकार्यं न प्रवर्तते तत् शास्त्रीय प्रवृत्ति अभावात् वयं वदामः शास्त्रीय प्रवृत्तिः अस्ति तत् अतः स्थानिवत् आदेशो अनर्विधो इति सूत्रस्य कार्यं न भवति तत्र एतावत् पर्यन्तम् एतस्माभिः दृष्टम् आसीत् किमर्थं वयं तत्र असिद्धमिति क्षमितम् अशास्त्रीयमिति किमर्थं वदामः, तदेव पुनः अत्र दत्तमस्ति. अत्र स्थानिवद् भावः इति यत्र यत्र विनाशः निमित् भवति अनेन यत् यत् कार्यं न भाद् यत् कार्यं व्याद्घातः इति उक्तमस्ति, विनाशः भवति विधिः न जायते इति अनल्विधौ इत्यनेन, तत्तु अशास्त्रीयत्वात् इति दत्तमस्ति. तद्विहितकार्यस्य अभावत्वात् इति अभावः अस्ति इति कृत्वा अशास्त्रीयम् इति उक्तमस्ति इति पुनः तदेव महोदयेन सरलवाक्येन पूर्वं यद् दत्तवान् तद् बालन मनोरमतः अत्र स्थापितवान्. तर्हि अग्रे सरेम. तर्हि स्थानिवद्भावः तत्र स्थानिवद्भाव अनल्विधौ इति न भवितुम् अर्हति. तस्य सूत्रस्य प्रसक्तिः अपि प्राप्तिः न भवति, अतः पाणिनिना नूतनसूत्रं दत्तवान् परस्मिन् आदेशे पूर्वविध. अग्रे पठामि, अग्रे पठामि, अहमपि पठामि वा? अस्य अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते यथा शास्त्रीयप्रसङ्गे स्थानिवत् आदेशो वनल्विधौ इत्यनेन स्थानिवद्भावः न भवेत्, तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते. अन्यथा नायक इत्यस्य ईकारस्थानिकस्य ऐकारस्य आदेश न आपते. ईकारे स्थानिनि सति आय अभावस्य दृष्टत्वेन तस्यापि ऐकारे अतिदेशप्रसङ्गात् अतः परस्मिन् इति अत्र स्थानिनि सति यत् शास्त्रीयकार्यं प्रसज्यते तस्य तत् अभावस्य अशास्त्रीयस्य अपि अतिदेश इति भाष्ये स्पष्टम्. अशास्त्रीयप्रसङ्गे आया देश नपत्ते स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता. ऐकारे अतिदेशप्रसङ्गात् आय अभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयम्. स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः अशास्त्रीयकार्यं न भवति इति ज्ञेयम्. पुनः बाल मनोरमायाम् इति तेषां शास्त्रीयकार्यस्य अप्रवृत्ति भवति तत् स्थानिवद्भावः न भवति. तत्र तस्य अन्य उदाहरणं नायक कथं निष्फलं भवति, तत्र यदि वयं स्थानिवद् आदेशो अनर्विधौ इति सूत्रं तस्य प्रसक्तिः प्राप्ति कुर्मः अनिष्टं रूपं प्राप्नुमः. तस्य उदाहरणं दत्तम् अस्ति इति तस्य समर्थनम् अन्य सूत्र उदाहरणमस्ति. नियोग युवोरनाको इत्यनेन भू स्थाने आकादेश अचोञनति इत्यनेन धातु अन्ते अच वृद्धि नैयोग अक अचोयवायाव इत्यनेन आय आदेश नाय योग अक नायक. नि इति धातुः अस्ति, नुल् इति प्रत्ययः अस्ति, अनुबद्धालोपानन्तरं भूय सृष्टते. तदनन्तरं युवोरनाकौ इति सूत्रेण भू स्थाने अक् आदेशः भवति. नियोग अक् इदानीं अचोजनति इति सूत्रेण नि इति अचन्तदातुः अस्ति, तस्य वृद्धिः भवति, सो नै आगच्छति. तत्र नै योग अक् इदानीं एचोवयावति सूत्रेण नै स्थाने आय आदेशः भवति, तु नायक इति रूपं स्मरणं भवति. अत्र द्वितीय परिच्छेदमपि पठामि भगिनि, तदनन्तरम् उपरि परिच्छेदस्य समाधानं कुर्मः. अत्र यदि स्थानिवत् आदेशो अनल्विधो इति सूत्रेण ऐकारस्य स्थानिवद्भावः स्यात् तर्हि नि योग अक् इति दृश्येत्. तथा भवति चेत् एचोयवायाः विद्यनेन आय आदेशः न स्यात्। इकारे सति शास्त्रस्य अप्रवृत्ति भविष्यति, इष्टरूपं च न सेत्स्यति। ततः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्ति जायते स्थानिवत् भावात् तत्र स्थानिवत् आदेशो न ऋतो इति सूत्रेण स्थानिवत् भावो न भवति। इदानीं यदि नियोग यदि वृद्धि भूत्वा नैयोग इदानीं नै इति आदेश तत्र यदि स्थाने नि वयं स्वीकुर्मः स्थानिवत् आदेशो अनर्विधौ, ऐकारस्य स्थाने यदि नि ऐकारनि स्थानिवत् एवं भवति स्थानिवनि, सो ऐकारस्य स्थाने नि यदि भवेत् तत्र नियोग तत्र एचोयवायाव इति सूत्रस्य कारणं न भवेत्, अति नियोग भवेत् सन्धि भूत्वा नियत् भवति, इष्टं रूपं न प्राप्नुमः। सो अत्र स्थानिवत् आदेशो अनर्विधौ इति किं भवति, तत्र स्थानिवत् यदि वयं कुर्मः तत्र कार्यं इष्टरूपं न आप्नुमः, अतः स्थानिवत् आदेशो अनर्विधौ न कर्तव्यम्। यदि इकारस्य स्थाने इकार आगच्छति इष्टरूपं न भवति, एचो यावत् तस्य प्रसक्तिः न भवति, आय आदेशः न भवति, साधु कार्यस्य अभावः भवति इति कृत्वा वयं न कुर्मः। तावदेव भगिनि, पुनः तदेव स्पष्टीकृतम् अस्ति, यत्र सामान्यतया तु न कुर्मः एव अनल्विधौ इत्येव अस्ति, अल्विधि कार्यम् अल्विधि यत्र भवति तत्र तु स्थानिवद्भावं न आरोपयामः, केवलम् अचः परस्मिन् भूविधौ इति सूत्रेण विशेषतया यत्र परनिमित्तिकम् अजादेशः अस्ति तस्य तु पूर्वविधिसूत्रं यत्र कार्यम् आगत्य कार्यं कर्तुम् इच्छति तस्य दृष्ट्या एव अल्विधि यत्र लोपः अजादेशः अभवत् तत्तु अचुवत् दृश्यते स्थानिवत् दृश्यते इति सूत्रस्य सारांशः अस्ति। अत्र तु अग्रे तु अत्र नूल् इत्यस्य एव अर्थः भिन्नकार्याणि प्रदर्शितम्, अन्य अपि उदाहरणमस्ति अत्र, पुनः यत्र यत्र वयं सर्वत्र प्रत्येकस्य वयं यत्र यत्किमपि सोपानं पश्यामः वयम् एतावत्पर्यन्तं कार्यं कृतवन्तः तत्र कुत्रचित् अपि कस्य स्थाने अपि अन्यवर्णः आगच्छति अन्यप्रत्ययः आगच्छति तत्र सर्वत्र अपि यत्र अल्विधि अस्ति तत्र तु वयं न आरोपयामः, एकस्य अल्विधिकार्यं वयं स्थानिवद्भावेन न स्वीकर्तुं शक्यते, तर्हि एतावत्पर्यन्तं यत्किमपि वयं सोपानानि दृष्टवन्तः तत् सर्वं व्यर्थं भवति खलु, यदि पुरातनमेव स्थानिवदेव अस्ति चेत् कुतः हल्सन्धिकार्याणि स्वरसन्धिकार्याणि किमपि न प्रवर्तयितुं शक्नुमः खलु इति कृत्वा सामान्यतया न भवति, केवलम् अनेन सूत्रेण परनिमित्तिक अजादेशस्य पूर्वविधौ कर्तव्ये केवलं तादृशस्थानिवद्भावम् आरोपयामः। अस्तु अग्रे अग्रे सरेम, अग्रे मित् धातवः इति अस्ति, क्षम्यताम् अत्र मणिमहोदय पठति किं महोदय। आं महोदय क्षम्यतां, मित् धातवः द्वादिगणे चुरादिगणे केचन अदुबुधदातः धातवः सन्ति, येषाम् उपधायाम् अतः वृद्धिः भवति, अधोपधायाः इत्यनेन तदा मृदां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति, एते मित् धातवः इति उच्यते। द्वादिगणे चुरादिगणे कश्चन अधोबुधधातवः सन्ति, येषाम् उपधायः उदाः अधोबुधायः इति सूत्रेण उपधायः अकः वृद्धिः भवति, परन्तु मिदां रसः इति सूचना पुनः दीर्घग्रसो भवति इति अत्र दत्तं मित् दातवः आमां पूर्वमेव पठितवन्तः अधोपदायः आं महोदय घटादयः इति पठितवन्तः उपधायाम् अधः वृद्धिः ञिति इति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायः अधः वृद्धिः ञिति इति भवादिगणे घटादयो मितः इत्यनेन घट् आदि येषां तेषां धातुसमूहस्य नाम घटादयः अष्टत्रिंशत् धातवः सन्ति अस्मिन् अन्तर्गणे चक् कक् अग् कग् रग् लग् शग् स्टग् क्वग् कट् नट् इति अर्धोपधयः घाट् योः इ घाटि दां रसो इत्यनेन रसवं भवति अतः घटि इति तिङन्तरूपं घटयति इति व्यद् योः निच् अधोपधयः व्याद् व्याद् इति दीर्घं भवति इ योः व्याधि इति मिदां रसो इत्यनेन रसं भवति व्यदि व्यदयति इति तिङन्तरूपं प्रस्योः निच् अधोपधयः प्रास्योः इ प्रासि मिदां रस इत्यनेन रसं भवति प्रसि प्रसयति इति आदिगणे पठामि महोदय अत्र वर्णम् अत्र दत्तं हा शुरादिगणे न अन्यं मितो हेतौ इत्यनेन षट् धातवः सन्ति ञप् यम् चग् रह् बल् सिञ्च् यामपि उपधायामतः वृद्धिः भवति अधौ उपधायाः इत्यनेन तदा मिदां रस इत्यनेन पुनः क्रसो भवति एते मित् धातवः इति उच्यते तत् उपरि दत्तं तदेव अत्रापि भवति इति दत्तं ञप् योः निच् अधोपधायाः दीर्घं भवति ज्ञाप् योः इ ज्ञापि मिदां रस इत्यनेन रसं भवति ज्ञपि ज्ञपयति यं योः निच् अधोपधयः यां योः इ यामि मिदां रस इत्यनेन रसं भूत्वा यमि यमयति इति तिङन्तरूपम् उभयोर्युक्तयोः द्वयोः गणयोः ये धातवः सन्ति ते नित्यं मित् धातवः अन्ये धातवः सन्ति ये नित्यमित् न सन्ति केषुचित् निर्देशिष्टेषु अर्थेषु मित् सन्ति अपरेषु अर्थेषु एते मित् न सन्ति एते मित् धातवः केवलं द्वादौ चुरादौ इति न अपरेषु गणेषु अपि सन्ति तथा द्वादिगणे क्रियादिगणे च सर्वे अधुबधातवः अपि न सन्ति केचन अजन्तदातवः सन्ति तदा ध्रु क्रयादिगणे धरयति धारयति वा भवति अन्यत् उदाहरणं मदी धातुः द्वादिगणे अर्षार्थे मित् अस्ति अधः उपधायां वृद्धि मत् योः निच् मादि इति इदं रस इत्यनेन मदि इति मदयति अपरेषु अर्थेषु अमित् अधः मत् अमित् मद् योः निच् मादि मादयति एवं रीत्या अनेकधातवः सन्ति ये अर्थम् अवलम्ब्य मित् सन्ति अत्र किं दत्तमस्ति चेत् उपरि दत्तद्वयोः गणयोः मित् भवति अत्र नित्यं मित् अस्ति अन्येषु स्थलेषु नित्यं न इति दत्तं चुरादिगणे द्वादिगणे अपि नास्ति अन्यगणेषु अपि मितामृस इति कार्यं करोति इति दत्तं क्रियादिगणे अपि सर्वे उपधातवः अपि न सन्ति अजन्तदातवः सन्ति अत्रापि दीर्घं भवति अत्र द्रु योः द्रु क्रियादिगणे धरयति धारयति धरयति पुनः अन्यरूपं धारयति वा इति किमर्थं चेत् मित् विनारस कार्यं न करोति अत्र दीर्घं भवति धारयति इति अन्यरु उदाहरणं हर्षार्थे मित् धातोः अस्ति अत्र विदामरस कार्यं करोति दीर्घत्वं भवति अधोपधयः अनन्तरं मित्त्वं रस कार्यं करोति अत्र मदि इति मदयति यद् भवति रूपं परन्तु अपरेषु अर्थेषु कर्षेषर्थे नास्ति चेत् अत्र अमित् अमित् इत्युक्ते न मिदमर्षः कार्यं न करोति. मदयोः अन्यसि मादि इति तदेव तिष्ठति मादयति इति अर्थं स्वीकृत्य तदा अस्ति तदेव तदर्थं कार्यमपि अवलभ्यते दीर्घत्व वा ह्रस्वत्वमादि. यत्र सामान्यतया यत्र यत्र मितां ह्रस्वः इत्यनेन प्रथमं तु अतोपदायाः इत्यनेन दीर्घत्वं भवति, अनन्तरं मितां ह्रस्वः इत्यनेन अन्तिमसोपाने ह्रस्वत्वं प्राप्नोति इति कृत्वा खलु. अनन्तरं कुत्रचित् अर्थम् अवलम्ब्य अपि भवति इति स्मर्तव्यम् इति आं भगिनि. कुत्रचित् विकल्पेन कुत्रचित् अर्थम् अवलम्ब्य तादृश कुत्रचित् नित्यं भवति अपि अस्ति भगिनि. एकः प्रश्नः अस्ति भगिनि, अत्र चुरादिगणे छीङ् इति धातुः अस्ति, तद्रूपं किं भवति भगिनि? छीङ् योहानिच् अतोपदायाः सूत्रेण छै भवति भगिनि. छै योगः इ हस्वं मितां हस्व इति हस्वरूपं किं भवति चन्नि? न छायति इति अत्र अतोपदायः इति सामान्यतया छायति इति यदि नास्ति चेत् छायति इति भवति स्म भगिनि. अत्र अनेन किं भवति? चययति इति भवति. छी धातु अत्र उपधा नास्ति न भगिनि, केवलं छी धातु भवति इत्युक्ते छै योग प्रथमं तु तत्र किं भवति छी योगः णिच् इति अस्ति खलु, तदनन्तरं किं भवति अचोणिति इत्यनेन छै भवति, तस्य ऐकारः भवति. तदनन्तरं किं भवति छै योगः णिच् इति स्थितौ तत्र किम् अस्ति एचोयवायावः इत्यनेन छायि इति भवति. तदनन्तरं मितां स्वागत्य छयि इति भवति. धन्यवादः. अनेन सूत्रेण नास्ति किन्तु अचोणिति इति सूत्रेण तत्र वृद्धिः तत्र ऐकारः भूत्वा अनन्तरम् आयादेशः भूत्वा पुनः मितां ह्रस्व इत्यनेन ह्रस्वकारत्वं प्राप्नोति इति. लटि अपि समानकार्यम् अस्ति भगिनि, यत्र सार्वधातुकप्रक्रिया अस्ति तत्रापि चययति इति रूपं तस्य अस्ति. परिसमाप्तिः इति अस्ति. पुष्पा भगिनी कृपया पठति किं भगिनि? नमस्कारः पुष्पा भगिनि. हरि ओम्. एकनिमिषः भगिनि, एकनिमिषः एकनिमिषः करोमि. अत्र मम अतः उपदेशे नास्ति न तद् नास्ति न तद् न कुत्र पठामि? परीक्षा चुरादिगणे अनेन प्रेरणार्थे निच् प्रकरणं समाप्तं. सामान्यधातूनां किं किं कर्तं कार्यं भवति इति अस्माभिः दृष्टं. तत्र अचोनिति अत उपदायाः पुगन्तलघुपदस्य च इति सूत्रत्रयेण कार्यं साधितं। सामान्येषु पुगागमः अपि दृष्टः। तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि। तत्र पुक् युक् लुक् जुक् शुक् इत्यागमाः वीक्षिताः। परं हलन्तधातूनां विशेषेषु कुत्र वर्तन पघ इत्यादयाः आदेशाः विहिताः। अनन्तरं कुत्र नुमागमः पुगामगमः च विहितः इत्यपि अवलोकितम्। अधुना निच् प्रसङ्गे सर्वमेव जानाति। एवम् एकोपि धातुः न वर्तते यस्य निजन्तरूपम् अस्माभिः न ज्ञायते। वा मया तु सर्वे न अस्तु भगिनि, तद् न अवगम्यते, स्मरणे अपि न तिष्ठति। सामान्यकार्याणि प्रायः वयं स्मर्तुं शक्नुमः, अनन्तरं अर्थम् अनुसृत्य अपि भवति खलु। तत्र सर्वत्र तु अस्माभिः पुनः पुनः पठनेनैव ज्ञायते अवगमन स्मरणे अपि भवति। तत्र मनसि नास्ति तिष्ठति। अनन्तरं हर्ति अर्ति क्रीक्ष्मायुङ्गौ इति इत्यपि तदपि वयं किञ्चित् प्रथम अस्यैव करपत्रे प्रथमभागे भागं पश्यति चेत् धातुवादेशः अस्ति खलु। व्यावेपां युक् अनन्तरं वो विदुनुने झुक् लीलोर् नुग् लुक् लुकावन्यतरस्यां स्नेहविपातने पञ्चसूत्राण्यपि यदि ज्ञातुं स्मर्तुं शक्नुमः चेत् समीचीनं भवति। तदनन्तरं ये सन्ति तद् तु अस्ति ह्रीव्लि तद् सूत्रमस्ति, परन्तु किं किं कार्यं करोति इति न मनसि नास्ति। तदेव अग्रिमसूत्रस्य पश्यति चेत् युक्कागमः अस्ति, तत्रैव दत्तमस्ति खलु युक् इति द्वितीयस्य युक्कागमः, तृतीयस्य जुक्कागमः, चतुर्थस्य नुग्गागमः, लुक् नुगौ इति लुक् नुक् लुक् इति आगमौ आगमद्वयं भवति। अन्तिमस्य तु शुक्कागमः अस्ति। हेतुभये अस्ति चेत् शुक्कागमः भीषयति इति भवति। किञ्चित् कष्टमेव भगिनि, किञ्चित् किन्तु अर्थम् आगच्छति। तदेव तदेव कोऽपि इदानीं दृष्टं कोऽपि मनसि तिष्ठति, कोऽपि न तिष्ठति, किं करोमः कुर्मः परीक्षा किमपि नास्ति खलु, पुनः पुनः पठामः। प्रायः परीक्षा आसीत् चेत् वयं कण्ठस्थीकर्तुं शक्यते। परीक्षा तु त्वमेव, त्वं श्रीविद्या माया न, I'm not even going to try, Bhagini. I don't think I can even, it's too much effort. Bhavarthe, na? Bhavarthe, karmani bhavarthe. Karmani arthe. Karmani, ek nimish, karapatram ke meto, iti vadame. कर्मणि भावे च कर्मण्यर्थे पठामि, भावार्थे कर्मण्यर्थे। आं भगिनि, भावार्थे कर्मणत्वे च यः प्रत्ययः धातुभ्यः विधीयते सः आर्धधातुकसंज्ञः इति कारणतः इष्टरूपाणां साधनार्थम् आर्धधातुकप्रक्रिया उपयुज्यते. आर्धधातुकप्रक्रिया इत्यस्मात् धातुगणचिन्तनं न भवति. सर्वे उपद्विशास्त्रं दातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते. यक् प्रत्ययश्च वलादिः नास्ति इत्यस्मात् इडागमः न भवति. अत्र प्रथमं दत्तं भावार्थे कर्मण्यार्थे यः प्रत्ययः धातुभ्यः विधीयते सः आर्धधातुसंज्ञा नामकरणं भवति. आर्धधातुकम् इति नामकरणं भवति. तदर्थमेव आर्धधातुकप्रक्रिया उपयुज्यते इष्टरूपाणां साधनार्थम्. आर्धधातुकप्रक्रिया इति अत्र धातुगणचिन्तनं न भवति, परन्तु सार्वधातुकप्रत्यये भवादिगणेशप् इति दिवादिगणेशन् इति विकरणप्रत्यये आगच्छति, परन्तु अर्धधातुकप्रक्रियायां धातुगणचिन्तनं न भवति. सर्व उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणी क्रियन्ते. किमर्थं भगिनि तत्र कथं वयं सोपानेन पश्यामः श्रेणीकृतं? श्रेणीकृतम् इत्युक्ते सोपानेन यत्र यत् प्रत्ययः अरेञ्जिङ्ग् इट् इन् आर्डर्. पडन् मि अरेञ्जिङ्ग् इट् इन् आर्डर्. धन्यवादः भगिनि. यक् प्रत्ययः वलादिप्रत्ययः नास्ति ततः इदागमः न भवति. प्रथमं विकरणप्रत्ययचिन्तनं नास्ति, तदनन्तरं इदागमः अपि न भवति. यः तिङ् अथवा कृत् प्रत्ययः धातोः परे वर्तते स च सः च भाववाचि कर्मवाचि वा चेत् धातोः यक् प्रत्ययः विधीयते सार्वधातुके यक् इति सूत्रेण. यः प्रत्ययः तिङ् नास्ति वा कृत् नास्ति, यः तिङ् अथवा कृत् प्रत्ययः धातोः परे वर्तते स च भाववाचि कर्मवाचि वा चेत् यक् प्रत्ययः विधीयते. केन सूत्रेण? सार्वधातुके यक् इति सूत्रेण. यक् प्रत्ययः भावार्थे कर्मवाचार्थे समये धातोः यक् प्रत्यय आगच्छति. सार्वधातुके यक् धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके सह सार्वधातुके प्रत्यये परे. सार्वधातुके सप्तम्यन्तं यक् प्रथमान्तं द्विपदमिदं सूत्रं छिन् भावकर्मणोः इत्यस्मात् भावकर्मणोः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः प्रत्ययः इत्यस्य अधिकारः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः यक् प्रत्यय परश्च भावकर्मवाचिनो सार्वधातुके. वयं तु जानीमः खलु यत्र कर्मवाचि इत्युक्ते किं कर्मणि प्रयोगः इति अर्थः. कर्मणि प्रयोगः इत्युक्ते कर्मपदस्य प्रधानता यत्र वाक्ये वर्तते तत्तु कर्मणि प्रयोगः इति वदामः. तथा एव भावे प्रयोगः इत्युक्ते यत्र भावार्थे अस्ति पाठः पाठ किं बालकेन हस्यते इति तत्तु भाववाचकः अस्ति इति कृत्वा तादृश यत्र भाववाचक वा कर्मणि वा कर्मणि वा अस्ति चेत् कर्मणि प्रयोगः वा अस्ति चेत् तत्र तु यक् प्रत्ययः धातोः अनन्तरं यक् प्रत्ययः विधीयते. किं स्मर्तव्यम् इत्युक्ते अत्र तु भाववार्थके सार्वधातुके प्रत्ययपरे इत्युक्ते तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययः कीदृशः अस्ति? सार्वधातुक साक्षात् तु तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः अस्ति तिङ् प्रत्ययः. तर्हि सामान्यतया धातुभ्यः सार्वधातुक तिङ् प्रत्ययः विधीयते, किन्तु यत्र विवक्षास्माकं विवक्षभाव भावे प्रयोगः वा कर्मणि प्रयोगः वा अस्ति चेत् मध्ये एकः प्रत्ययः आगत्य अनेन सूत्रेण मध्ये उपविशति सार्वधातुकी यक् इत्यनेन. तर्हि धातुभ्यः यक् प्रत्ययः भवति कदा भवति? भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये. अत्र भाववाचके कर्मवाचके इति द्विषयसप्तमी अस्ति. भाववाचके कर्मवाचके सार्वधातुके प्रत्यये परे इति तत्र निमित्तसप्तमी अस्ति. महोदय, अत्र किं प्रत्यय आदेश आदेशः सार्वधातुके कार्यं करोति इति सूत्रं, कृत् प्रत्यय आदेशः अस्ति चेत् सार्वधातुके सूत्रं न करोति वा? न न, तथापि भवति. कुत्र भवति शत्रप्रत्ययः? तत्रापि कर्मण्यर्थे अस्ति चेत् एकः प्रत्ययः आगच्छति. आर्धधातुकं पठितसमये सार्वधातुक सूत्रं किमर्थम् अत्र आदौ कार्यं करोति? साक्षात् तिङ् प्रत्ययः सार्वधातुक अस्ति, किन्तु यत्र आर्धधातुकप्रक्रिया अस्ति. किमर्थम् आर्धधातुकप्रक्रिया सार्वधातुकप्रक्रिया इति भेदद्वयं वर्तते? कुत्र कः भेदः इत्युक्ते, सामान्यतया तु धातुतः कृत्वा तिङ्वा आगच्छति एव, किन्तु तदनन्तरं यदि सार्वधातुकप्रक्रिया अस्ति चेत् लट् लोट् लङ् विधि लिङ् तादृशप्रत्ययः लकाराः आगच्छन्ति चेत् नो चेत् शत्रुशानस्थितिः अस्ति चेत् सामान्यतया किं भवति? विकरणप्रत्ययः मध्ये आगत्य उपविशति खलु. किन्तु अत्र किं भवति इत्युक्ते, यत्र यत्र तिङ् प्रत्ययस्य विधानं भवति तथा एव तदा एव धातुभ्यः यक् प्रत्ययः विधीयते, मध्ये आगत्य उपविशति. तर्हि यक् प्रत्ययः कीदृशः प्रत्ययः? आर्धधातुकप्रत्ययः. तर्हि धातुः तु सार्वधातुक तिङ् प्रत्ययं न पश्यति, केवलम् आर्धधातुक यक् प्रत्ययमेव पश्यति यत्र. यत्र अस्माकं वयं दशगणाः इति कृत्वा वयं लट् लोट् लङ् विधिलिङ्ग् दृष्टवन्तः, तस्मिन् सन्दर्भौ प्रथमं लकारः यत्र विधीयते तत्र तु लकारस्य समये एव तत्र आगच्छति यक् प्रत्ययः. सार्वधातुके भावकर्मणि अस्ति चेत् लक् यक् प्रत्ययः आगच्छति. अत्र यत्र वैन्तिंशत् पठितवन्तः तत्र अन्तिमसोपाने एव मध्ये विकरणप्रत्ययः आयान्ति. प्रथमं तु लकारः भवति, धातुभ्यः लकारः विधीयते, अनन्तरं कर्तृत्वे के चेत् कर्तरि शप् इत्यनेन शप् प्रत्ययः भवति. अत्र तु प्रथमसोपाने एव यत्र भावकर्माणि इति अस्ति तदा एव धातुभ्यः यत् प्रत्ययः विधीयते. तर्हि धातुः सार्वधातुक तिङ् प्रत्ययं न पश्यति एव, केवलं यत् प्रत्ययं पश्यति इति कृत्वा अस्माकं प्रक्रिया भिन्ना भवति. अत्र धातुगणाः आगच्छन्ति एव. किमर्थम् इत्युक्ते शप् शप् इत्यस्य विधानमेव न भवति, कर्तरिके एव शप् प्रत्ययः विधा. अत्र तु कर्मणि अर्थे अस्ति, तर्हि निश्चयेन शप् प्रत्ययः न भवति एव. यत्र कर्तरिके अस्ति तत्र एव शप् प्रत्ययः आयान्ति. अनन्तरम् अस्माकं श वा शप् वा शन् वा आयान्ति, तत्रैव गणभेदः भवति, धातुगणभेदः. अत्र तु यत् प्रत्ययः एव सर्वत्र धातुभ्यः सर्वेभ्यः धातुभ्यः यत् प्रत्ययः विधीयते. तर्हि धातुगणचिन्तनं न भवति, केवलं यक् प्रत्ययः आर्धातुकप्रत्ययः अस्ति इति कृत्वा धातोः परे साक्षात् यक् प्रत्ययः पश्यति. धातुः तु यक् प्रत्ययं पश्यति इति कृत्वा अस्माकं प्रक्रिया आर्धातुकप्रक्रिया भवति. पुनः अस्मिन् विषये महोदयेन तिंशित् सार्वधातुं धातोः विधः तिंशित् प्रत्ययः सार्वधातुकसमीकः भवति. स इत् यस्य सः षित् बहुव्रीः, तिञ्च षित् च तयोः समाहारद्वन्द्वः तिङ्षित् तिंशित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विप्रथमान्तं सूत्रं प्रत्ययः परस्य धातोः इत्येतेषाम् अधिकारः अनुवृत्तिसेवसूत्रं धातोः परस्य तिंशित् प्रत्यय सार्वधातुकम् इति पूर्वमेव पठितवन्तः यत्र तिंशित् अस्ति सार्वधातुकं सम्यक् भवति इति. तर्हि तिङ् प्रत्ययः तु अस्ति एव धातोः परे प्रथमं तिङ् प्रत्ययः आयाति, किन्तु यत्र भावकर्मणि विवक्षा एव भवति तस्मिन्नेव सन्दर्भे यत् प्रत्ययः आगत्य विधीयते इति कृत्वा तिङ् प्रत्ययं न पश्यति. तिङ् इति सार्वधातुकप्रत्ययं न पश्यति धातुः साक्षात्, किन्तु सार्वधातुकप्रत्ययः परे इति निमित्तं पश्यतु. अत्र धातोः यत् प्रत्ययः परश्च भावकर्मवाचिनि सार्वधातुके इति अस्ति. यदि तिङ् प्रत्ययः सार्वधातुकप्रत्ययः परे अस्ति चेदेव यत् प्रत्ययः आगच्छति. महोदय अग्रिमपङ्क्तिं सरला भगिनी पठतु, अनन्तरं पुष्पा भगिनी अपि पठतु. क्षम्यताम्, इतोपि सन्ति खलु, तर्हि महोदय एव पठतु अग्रिमं. महोदय आर्धधातुकं शेषः किञ्चित् भिन्नः प्रत्ययः आर्धधातुकमेव भवति. आर्धधातुकं प्रथमान्तं शेषः प्रथमान्तं द्विपदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः धातोरेकाच्यो हलादिक्रिया समाभिकारेयम् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसेवसूत्रं धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्. अस्तु, अत्र किमुक्तमस्ति चेत् तिंशित् सार्वधातुकम् अन्यः तत् तिंशित् भिन्न प्रत्ययः अस्ति चेत् आर्धधातुकम् इति प्रत्ययः अपि केन सूत्रेण सूत्रम् अपि सार्वधातुकं यक् सार्वधातुके न न केन सूत्रेण यक् प्रत्ययः आर्धधातुकसंज्ञा प्राप्नोति आर्धधातुकं शेषः इति सूत्रेण एव. आं महोदय, केन सूत्रेण तिङ् प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति सार्वधातुक आर्धधातुकयोः किञ्चित् सार्वधातुक आर्धधातुकयोः गुणकार्यं खलु गुणकार्यम् आमामां किञ्चित् सार्वधातुकम् इति सूत्रेण अधुनैव पठितवन्तः भवान्. धन्यवादः महोदय. धन्यवादः. पुष्पा भगिनी अग्रिमपङ्क्तिं पठति किं, तदनन्तरं सरला भगिनी पृच्छतु. हा भगिनि, आर्धधातुकं शेषः तद्देन तदेव न इति सूत्रं सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः अनेन च द्विवारं सूत्रे आयाति. फलम् एवम् अस्ति, यः प्रत्ययः धातोः विधीयते अपि विधायकसूत्रे साक्षात् धातोः इति उच्यते स एव आर्धधातुकसंज्ञकः. अनेन गुप्तिभ्यः सन् इत्यस्मिन् यद्यपि सन् प्रत्ययः धातोः विधीयते तथापि सूत्रे साक्षात् धातोः इति पदं नायाति न आयाति इत्यस्मात् सन् प्रत्ययः आर्धधातुकः नास्ति. अस्तु, तदर्थम् आर्धधातुकस्येड्वलादे इत्यस्य प्रसक्तिः नास्ति. यस्मात् सन् प्रत्ययः यद्यपि वलादिः तथापि तस्य इदागमः न भवति, जुगुप्सते तत् विवरणं कृतं कर्तुं भगिनि स्वयमेव सन् सन् इति वदामि म्यूटेड् आसम् अहम्. अत्र किम् उक्तमस्ति, आतदातुकं शेष इति सूत्रे तु धातोः इति द्विवारम् आगच्छति इत्युक्ते अधिकारसूत्रमपि अस्ति 3-1-12 इत्यतः अधिकारसूत्रं धातोः इति अधिकारसूत्रमस्ति. अत्र तु 3-4 मध्ये अस्ति अर्धातुकं शेषः चतुर्थाध्याये अस्ति. अनन्तरं 3-1-22 मध्ये अपि पुनः धातोः इति अधिकारः आगच्छति, धातोः धातोरेकाचो हलादेः क्रियासमभिहारेयम् इत्यस्मिन् अपि धातोः इत्यस्य अधिकारः आगच्छति. तर्हि धातोः इति अधिकारद्वयोः अपि ग्रहणं भवति आर्द्रातुकं शेषः इत्यस्मिन्. तर्हि किम् अस्ति, यः प्रत्ययः धातोः धातोः अनन्तरं विधीयते अपि च विधायकसूत्रे साक्षात् धातोः इति उच्यते सः एव. तर्हि द्विवारं कथनेन कः आशयः इत्युक्ते धातोः परे विधदानम् अपि भवति, अनन्तरं विधायकसूत्रे अपि धातोः इति उक्तम् इति वक्तव्यम् आसीत्. इत्युक्ते अत्र पश्यतु, सार्वधातुके यक् इत्यस्मिन् धातोः इति उक्तमस्ति खलु, धातोः यक् प्रत्ययः भवति, धातोः इति अधिकारे अस्ति, पुनः यक् प्रत्ययः कुत्र आगच्छति, धातोः परे आगच्छति इति कृत्वा द्विवारं तत्रापि एक सूत्र विधान विधायकसूत्रम् अस्ति सार्वधातुके, तत्रापि धातोः इति आगच्छति, पुनन्तरं धातोः परे साक्षात् भवति इति कृत्वा विधदानम् अपि भवति इति कृत्वा यक् प्रत्ययः आर्धातुकप्रत्ययः इति वदामः. किन्तु विपरीततेन अन्यं प्रत्ययः अस्ति सन्निति प्रत्ययः, तत्र पश्यामः तत्र सूत्रमस्ति गुप्तिकिभ्यः सन्निति सूत्रमस्ति. तर्हि सन् प्रत्ययः यत्र अस्ति तत्र किम् अस्ति, तत्र सन् प्रत्ययः 3-1-4 इति सूत्रेण विभजनम् अस्ति गुप्तिकिभ्यः सन्निति. सन् अत्र 3-1-12 आरभ्य एव धातोः इति आगच्छति, तर्हि 3-1-4 मध्ये धातोः इति अधिकारः नास्ति, तस्मिन् अधिकारे न अस्ति. तर्हि गुप्तिच्छिद्यः सन् इति सूत्रे धातोः इति अधिकारे नास्ति सूत्रम् इति कृत्वा, यद्यपि सन् प्रत्ययः धातोः अनन्तरम् आगच्छति तथापि तस्य आर्धातुकसंज्ञा नास्ति इति. इत्युक्ते यानि कालानि वयम् आर्धधातुकस्य कृते वयं पठामः, उदाहरणार्थम् आर्धधातुकस्य इल्वल्लादेः इड्वल्लादेः इति सूत्राणि यत्किमपि वयं प्रवर्तयामः सामान्यतया आर्धधातुकप्रत्ययस्य कृते, तानि सर्वाणि सूत्राणि अत्र सन् प्रत्ययस्य कृते न अपेक्षितं भवति, न कार्यं करोति, प्रसक्तिः न भवति. किमर्थम् इत्युक्ते धातोः इत्यस्य अधिकारे सन् प्रत्ययस्य विधदानं नास्ति इति कृत्वा, सूत्रस्य विधदानं नास्ति इति कृत्वा न भवति. तर्हि आर्धधातुकः इति आर्धधातुकप्रत्ययः इति यस्य कस्य प्रत्ययस्य नामकरणं भवति, विषयद्वयं स्मर्तव्यम्. एकमस्ति धातोः परे भवतु आर्धधातुकं शेषः इति सर्वे प्रत्ययः आर्धधातुकः इति वक्तुं न शक्यते. यद्यपि सूत्रे आर्धातुकं शेषः इति उक्तम् अस्ति तथा तर्हि सः सन् प्रत्ययः अपि धातोः परे आगच्छति, तिङपि नास्ति नास्ति शुक्तपि नास्ति इति कृत्वा आर्धधातुकप्रत्ययः इति वक्तुं शक्यते, किन्तु तथा न. किमर्थं तथा नास्ति, आर्धधातुकं शेषः इति सूत्रे धातोः इति द्विवारम् आगच्छति, अनुवृत्तिः कः अर्थः इत्युक्ते, प्रथमम् अस्ति धातोः परे प्रत्ययः भवतु, द्वितीयमस्ति येन सूत्रेण विदधानं भवति तादृशप्रत्ययः सः सूत्रे अपि धातोः इति अनुवृत्तिः भवतु, नास्ति चेत् न भवति अर्थातुकसंज्ञा न प्राप्नोति इति स्मर्तव्यम् इति. ध्वनिः अस्ति भगिनि, अवगच्छति किं, कस्यपि प्रश्नः अस्ति किम् अस्मिन् परिच्छेदे यद्दत्तमस्ति. इत्युक्ते प्रथमधातोः यत् मूलधातुः अस्ति तस्य अर्थः भवति एकस्य, अन्य धातोः यत् सूत्रे आगच्छति तस्य तस्य कृते केवलं तादृशार्थं वयं स्वीकुर्मः. द्विवारम् अस्ति इति कृत्वा तादृशं द्विवारं भवति चेदेव वयम् आर्धातुकसंज्ञां स्वीकुर्मः इति. अस्तु अग्रे पश्यामः. यत् प्रत्ययस्य स्वभावः इति भगिनी सरला भगिनी पश्यतु. अस्तु, यत् प्रत्ययस्य स्वभावः, यत् प्रत्यये हलन्त्यं इत्यनेन अनुबन्धककारस्य संज्ञा तस्य लोपः इत्यनेन अनुबन्धस्य लोपे सति यः अति अवशिष्यते यत् प्रत्ययस्य कित्वात् त्रीणि विशिष्टकार्याणि प्रथमं कित्तिमिति च इत्यनेन गुणनिषेध वृत्तिनिषेध च द्वितीयम् अनदितां हलोपधायां कितिमिति इत्यनेन अनदितां धातूनाम् उपधा भूतस्य नकारस्य लोप भवति तृतीयमस्ति सम्प्रसारणं भवति सामान्यसूत्रद्वयेन वच् स्वप्यजातीनां किति ग्रही ज्या वै व्यधि वष्टि विचति विशति पृच्छति पृच्छतीनां गिति च इदानीं यत् प्रत्ययस्य स्वभावः किम् अस्ति इति तस्य विवरणम् अस्ति ककारस्य हलन्त्य अनेन तस्य लोप इति संज्ञा भवति तदनन्तरं य अवशिष्यते कित् प्रत्यय यक् प्रत्यय कित् प्रत्ययः आसीत् अतः तस्य स्वभावः किति इति इत्वत् भवति सो तस्य त्रीणि किति इति तेषां कार्याणि त्रीणि भवति तस्य प्रथमसि कितिङ् इति च अनेन गुणनिषेध अपि वृद्धिनिषेधः भवति यथा पुगन्त लघु उपधस्य तस्य कार्यं न भवति अपि अचोञ्जनति यातो उपधायां तस्य वृद्धिनिषेधः भवति द्वितीयमस्ति अनदितां हल उपधायां कितिङ् इति च अनदितां यद् धातु संज्ञक न सन्ति तत्र धातूनाम् उपधायां नकारस्य लोप भवति तृतीयमस्ति सम्प्रसारणं भवति सामान्यसूत्रद्वयेन वयं जानीमः यत्र गहि ज्या वै दधि इति अस्ति किति इति परे तत्र सम्प्रसारं कार्यं भवति सम्प्रसारम् इत्युक्ते यण एक तत्र एक अस्ति तत्र यः आदेशः भवति इति अग्रे पठामि भगिनी क्षम्यतां भगिनि म्यूट् मध्ये आसन् पूर्वमेव अस्माभिः दृष्टानि खलु एतानि कार्याणि पदस्य निर्णय भावे प्रयोगे कर्मणि प्रयोगे च सर्वेभ्य धातुभ्य आत्मनि पदसंज्ञका तिङ्पत्या एव विधीयन्ते इति स्मर्तव्यं भावे कर्मणि प्रयोगे यत् प्रत्यय आत्मनि पदे प्रत्यय इति वयं योजयामः भावकर्मणो इति सूत्रेण भावकर्मणो विहितस्य लस्य तिमादे आत्मनिपदेन भवन्ति भावश्च कर्मश्च तयोः इतरितरद्वन्द्वो भावकर्मणि तयो भावकर्मणोः भावकर्मणो सप्तम्यन्तम् एकपदम् इदं सूत्रम् अत्र विषयसप्तमी अनुदातङ्गित आत्मनेपदी इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिसूत्रं भावकर्मणो आत्मनेपदी भावकर्मणो इति भावे वा कर्मणि इति विवक्षा अस्ति सो लस्य इति तत्र लकारस्य युक्तिवाद इति प्रत्यय आगच्छति इति आत्मनेपदेन भवे इति सूत्रं वदति पुरुषनिर्णयवचननिर्णय च अकर्मकधातूनां भावे प्रयोगः भवति सकर्मकधातूनां कर्मणि प्रयोगः भवति भावे प्रयोगे तिङन्त रूपाणि केवलं प्रथमपुरुषस्य एकवचने एव भवन्ति कर्मणि प्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु मिश्रमेषु च भवन्ति वयं जानीमः यदि अकर्मकधातुः अस्ति तत्र भावे प्रयोग करणीयम् अपि भावे प्रयोगे केवलं प्रथमपुरुष एकवचन आगच्छति किन्तु कर्मणि प्रयोगे सकर्मकधातु प्रति कर्मणि प्रयोगः भवति तत्र त्रिषु पुरुषेषु वचनेषु आगच्छति तत् तत्पर्यन्तं वयं कृतवन्तः तावत्पर्यन्तः प्रश्नः अस्ति किम् अस्मिन् अत्र करपत्रे एतावत् पर्यन्तं यत् वयं दृष्टवन्तः पूर्वतनकरपत्रे आसन् करपत्रे प्रश्नाः सन्ति चेत् भगिनी काट् अप् वित् महोदय, रैट् भगिनी?